नमस्ते, समासचिन्तनवर्गे सर्वेषां स्वागतं। प्रथमतमासतत्पुरुषसूत्राणि गीताञ्जलि भगिनी पठति वा? पठामि महोदय। तत्पुरुषाधिकारः। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगत्यास्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमो नाशकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलम् कृत्यैरधिकार्य अधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्त तपतितापत्रस्तैरल्पशः शोकान्तिकदूरार्थकृच्छाणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे प्रत्यैर्णे संज्ञायाम् तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि समान्यवचनैः क्षम्यता महोदय उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्या प्रयोगे विशेषणविशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्य ध्यमवीराश्च क्षेण्यादयकृतादिभिः तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टा पूज्यमानैः वृन्दार्कनागकुञ्जरैः पूज्यमानम् कतरकतमो जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयकृष्टिधेनुवशावेहद्वष्कयणी श्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति फलितवलिन जरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारश्रमदाश्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपादः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्धनपुंसकम् द्वितीयतृतीयचतुर्थतुर्याण्यान्यतरस्याम् प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद्कृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन केन च पूजायाम् अधिकरणवाचिना च कर्मणि च रजकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिं उमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्यां त्वा च अमैवाव्ययेन अमैवाव्ययेन उमैवा तृतीया किं अमैवाव्ययेन भगति उमैवाव्यय इति उक्तम्. ओ क्षम्यतां महोदय, अमैवाव्ययेन. धन्यवादः उमा भगिनी. समासान्तसूत्राणि पठति वा? पठामि. तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः अह सर्वैकदेशसङ्ख्यात पुण्याच्च रात्रेः अन्नोन्नयतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्च घोरतद्वितलुकीन् अग्राख्याया मुरसः अनोष्माय सरस्तां जातिसंज्ञयोः ग्रामकौटाभ्यां स तक्ष्णः अतेः शुनः उपमानादप्राणिषु उत्तरमृगपूर्वाच्च शक्नः नावो दिगोः अर्गाच्च कार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्याम्. धन्यवादः भगिनि. नमस्कारः. अधुना सप्तमी तत्पुरुषसमासस्य षष्टममन्त्रं सूत्रमस्ति तेनाहो रात्रावयवाः. अत्र दिनस्य रात्रेः च अवयववाची सप्तम्यन्तं पदं तान्देन कृतन्देन सुबन्धेन सह समस्यते चेत् सप्तमी तत्पुरुषसमासः विकल्पेन भवति, विभाषा इति अन्तर्गतमस्ति इति कृत्वा. अत्र सूत्रं किं वदति? अहर् अवयवाः रात्र अवयवाश्च सप्तम्यन्ताः तेन तान्देन सह समस्यते तत्पुरुषस्य समासा विकल्पेन भवति. दिनस्य रात्रेः च अवयववाची सप्तम्यन्तं सुबन्धं त्वा प्रत्ययान्तेन सह समस्यते. अत्र अहोरात्र अवयवाः इत्युक्ते दिनस्य अवयववाची शब्दाः, अतः च तथा च रात्रेः अवयववाची शब्दा इति दिनस्य इत्युक्ते अहन् इति शब्दम् आयाति, रात्रि यथावत् रात्रि एव इति अहोरात्र इति समाहारद्वन्द्वसमासः, तस्य अवयवः इति अहोरात्रावयवाः इति भवति. द्वन्द्वगर्भषष्टितत्पुरुषः इत्युक्ते द्वन्द्वसमासं षष्ठी, तदनन्तरं षष्टितत्पुरुषसमासः भवति. द्वन्द्वतत्पुरुषसमासः किमस्ति? द्वन्द्वतत्पुरुषसमासः अस्ति अहश्च रात्रश्च, अहंश्च रात्रिश्च इति द्वन्द्वसमाहारद्वन्द्वसमासः. तस्य तत् नूतनप्रातिपदिकं ददाति अहोरात्र इति. अहोरात्र तस्य इति षष्टितत्पुरुष कृत्वा अहोराष्ट्र इति तस्य अवयवाः इति वर्तते, अहोरात्रावयवाः इति भवति. तत् अहन् रात्रश्च तः रात्र तस्य अवयवः अहोरात्रावयवः इति द्वन्द्वगर्भषष्टितत्पुरुषसमासः भवति. विभजनं कृत्वा तेन तृतीयान्तम् अहोरात्रावयवः प्रथमान्तं द्विपदपदं सूत्रम्. सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सुप् प्रत्ययस्य अनुवृत्ति भवति. प्राक्कडारसमासाधिकारः सप्तमी शौण्टैः सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः भवति. सः सुपा इत्यस्य अधिकारः भवति. अत्र सुपा इति शब्दस्य वचपरिणामं कृत्वा बहुवचने भवति, सुब्भिः सह इति भवति. विभाषा इति अधिकारे अस्ति कृत्वा विकल्परूपमपि साधु एव. तत्पुरुषः इत्यस्य अधिकारः अस्ति. अनुवृत्तिसहितसूत्रं किं वदति? अहोरात्रावयवाः सप्तम्या सुपः, तेन सुब्भिः सह विभाषा तत्पुरुषसमासः भवति. अहोरात्रावयवाः इति अहन् अथवा रात्रि अवयवरूपी सुबन्धं सप्तम्यन्तम् अस्ति चेत् तस्य त्वान्तपदेन समासं कर्तुं शक्यते अस्य सूत्रस्य अधिकारेण विधिना. विभाषा इति अधिकारे अस्ति कृत्वा तस्य विकल्परूपमपि भवितुम् अर्हति इति अस्ति. अति अस्मिन् सूत्रे अवयवग्रहणं किमर्थम् इति कृत्वा अहनि भुक्तं, रात्रौ वृत्तम्, अहनि दृष्टम् इत्यादिषु स्थलेषु समासः न भवति. किं न केन कारणेन न भवति इति, अवयवरूपी सुबन्धं नास्ति. अहनि इति सम्पूर्णदिनस्य विवक्षा एव ददाति. अवयवरूपी पूर्वान्नं यद् मध्याह्नं तत् अवयवरूपी अस्ति, अत्र तु अहनि अस्ति इति कृत्वा तस्य अवयवरूपी नास्ति कृत्वा अस्य सूत्रस्य प्रभावेन समासं न भवति. एतावत् रात्रि अहनि दृष्टम् इति एतावत् शब्दम् इति साक्षात् अधिकरणमस्ति. सम्पूर्ण दिनस्य अथवा रात्रेः अधिकरणमस्ति कृत्वा अवयवरूपी एतानि अहोरात्र अवयवाः न सन्ति इति कृत्वा. अत्र सूत्रस्य उदाहरणम् अस्ति पूर्वाह्णे कृतम्. तत्र पूर्वाह्णे कृतम् इति पूर्वाह्णे इति पूर्वाह्णं नाम दिनस्य पूर्वभागः इत्युक्ते दिनस्य अवयवभागमस्ति पूर्वभागम् इति कृत्वा पूर्वाह्णे इति समस्तपदं द्वन्द्वसमाहारतत्पुरुषसमासः त्वान्तेन कृतन्तम् अस्ति कृतम् इति तस्य समासं कृत्वा पूर्वाह्णकृतम् इति समस्तरूपं सप्तमी तत्पुरुषसमासः भवति. पूर्वाह्णे इति सप्तम्यन्तं पदमस्ति इति कृत्वा सप्तमी तत्पुरुषसमासः भवति. दिनस्य पूर्वभागे सम्पादितं तत् पूर्वाह्णकृतम् इत्युच्यते. पूर्वाह्णयोगः ङी सप्तमी सप्तमी विभक्ति प्रथमा एक सप्तमी विभक्ति एकवचनं प्रत्यय कृत कृत् योगः सु इति कृतन्तस्य विभजनं अलौकिकविग्रहवाक्यं भवति. पूर्वाह्णयोगः ङी कृतयोगः सु सुबोधातुप्रातिपदिकयोः इति सूत्रेण ङि एवं सु अवगच्छति, तदनन्तरं पूर्वाण्णयोगः कृत इति स्थिते पूर्वाण्णकृत भवति, तदनन्तरं सुबु पूर्वपदं भवति पूर्वाह्णः, यतोहि अहोरात्रावयवः इति सूत्रे किं वदति, अहोरात्रावयवः इति रात्रावयवाः इति बहुवचनं प्रथमविभक्त्याम् अस्ति इति कृत्वा पूर्वाह्णः इति पूर्वनिपातं भवति, तदनन्तरं कृतन्तेन सह समस्यते इति कृत्वा तदुत्तरं भवति, पूर्वाह्णकृत इति प्रातिपदिकं सिद्ध्यति, तदनन्तरं सुबुत्पत्ति भूत्वा पूर्वाह्णकृतम् इति नपुंसकलिङ्गं भवति तेनाह रात्रावयवः इति सूत्रेण, इति दिनस्य आदिमभागः यत् कृतं तस्य पूर्वाह्णकृतम् इति उच्यते। न तावत् अन्य उदाहरणमस्ति, पूर्वरात्रे कृतं, मध्याह्ने कृतं, मध्यरात्रे कृतम्, एतानि त्रि अन्यद् उदाहरणानि अपि दत्तमस्ति। किन्तु अस्मिन् सूत्रे पूर्वाह्न इति पदम् अस्ति, तस्य द्वन्द्वसमाहारसत्य तस्य विषये प्रक्रिया भिन्नमस्ति इति कृत्वा तस्य विवरणम् अधुना पश्यामः। किमस्ति, अपरं रात्रे अपररात्रः अलौकिकविग्रहवाक्यं भवति, अपरा सु रात्रि ङस्, तस्य पूर्वम् अपररात्रे कृतम् अपररात्रे कृतम् अपररात्रे कृतम् अपररात्रिः सेकेण्ड् हाफ् आफ् द नैट् अपररात्रा योगाङ्गी कुरुत कृत्वगसु इति प्रक्रिया अस्ति, इति प्रक्रिया तत् समास तत् सप्तमी तत्पुरुषसमासस्य प्रक्रिया दत्तमस्ति अत्र। अस्मिन् पदे अत्र पूर्वपरोदोत्तर एकदेशी नैकाधिकरणे इति सूत्रेण एकदेशी समासः भवति, कुत्र भवति, अपररात्रि इति पदस्य नामधेयमस्ति पूर्व पर अदर उत्तर एकदेशी अधिकरणे इति एकदेशी समासः अथवा प्रथमतत्पुरुषसमासः षष्टितत्पुरुषस्य अपवादः इति उच्यते। अत्र अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः इति सूत्रेण तस्य तत्पुरुषसमासस्य पूर्वपदम् एकदेशवाचकशब्दः अस्ति, तथा च उत्तरपदं रात्रि इति शब्दम् अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति। अस्माकं प्रकृत उदाहरणे पूर्वपदम् उत्तरपदम् इति एकदेशवाचकपदं रात्रि इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्त अच् प्रत्ययः विधीयते, अत्र टच् न भवति, अच् एव समासान्तप्रत्ययः भवति, अच्छवि समास तद्धितप्रत्ययमस्ति, अच् समासान्तप्रत्ययम् अपि अस्ति इति कृत्वा अपरं रात्रि इति अपररात्रे इति समासं कर्तुं शक्यते इति कृत्वा अत्र किं वदति, अपररात्रियोगः अच् इति अपररात्रियोगः आ अधुना यचिबम् इति इत्यनेन रात्रि इत्यस्य भासम्यस्य टच् अच् इति अजादिप्रत्यये परे यस्येति च इति सूत्रेण भासम्यकस्य अङ्गस्य आवर्णस्य ईवर्ण्यस्य च ईकारे परे तद्धितप्रत्यये परे च लोपो भवति इति कृत्वा अपररात्रि इति अन्तिम इकारस्य लोपो भवति, अपररात्र इति तिष्ठति, तदनन्तरम् अपररात्रायोगः आ इति कृत्वा अपररात्रा इति नूतनप्रातिपदिकं भवति, तदनन्तरं पर्वलिङ्गं दुग्धतत्पुरुषयो इति समासेन अनुस्वरं लिङ्गं विधानं भवति, परन्तु अत्र राजा अहन्नहास् पुंसि इति सूत्रं पर्वलिङ्गयो द्वत्पुरुषयो इति सूत्रं प्रबाद्य विकल्परूपेण रात्रि अहन् अह इति पुंलिङ्गं विदधति. यदि रात्रि इति शब्दं स्त्रीलिङ्गम् अस्ति, परवलिङ्गद्वन्द्वतत्पुरुषयोः सूत्रं किं वदति? द्वन्द्वतत्पुरुषयोः परवत् भवति लिङ्गम्. परवत् इत्युक्ते रात्रि इति परम् अस्ति कृत्वा स्त्रीलिङ्गं भवितुम् अर्हति. किन्तु तत् प्रवाद्य अपवादसूत्रमस्ति रात्रा अहन् अह पुंसि इति सूत्रं किं वदति? पुंसत्वं विधीयते रात्रिशब्दस्य अपि समासपुरुषसमासस्य विषये इति कृत्वा पुल्लिङ्गं विधीयते इति कृत्वा अहन् अह इति चेत् समासं पुल्लिङ्गं भवति. सूत्रेण समासस्य उत्तरपदं रात्रि अहन् अह च अस्ति चेत् समासः पुल्लिङ्गे भवति इति कृत्वा अपररात्रा इति पुल्लिङ्गं कृत्वा अपररात्रः इति सुबुत्पत्ति कृत्वा सुबन्धं प्रथमपुरुष अकारान्तपुल्लिङ्गं भवति अपररात्रः इति प्रक्रिया अस्ति तत् समासप्तमी तत्पुरुषस्य. किन्तु अत्र अस्मिन् सूत्रे अवयववाचिनां समये पर्वल्लिङ्ग पूर्वपर अदरोत्तरमेकदेशी अधिकरणे इति सूत्रेण एकदेशीसमासः भवति इति उक्तम्. तत् किम् अस्ति इति अधुना पश्यामः. उमा भगिनी पठति वा पूर्वापरादरोत्तरमेकदेशीनैकाधिकरणे इति तत्र आरभ्य पूर्व अपर अदर उत्तर इत्येतसमाप्ताः सुबन्धाः. पठामि. पूर्व अपर अधर उत्तर एकदेशिक एकदेशी एकदेशीन एकाधिकरणे पूर्व अपर अधर उत्तर इत्येते समर्थाः सुबन्ताः एकत्व सङ्ख्याविशेषेण अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषसमासो भवति. एकत्वसङ्ख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते. एतत् सूत्रं षष्टीतत्पुरुषसमासस्य अपवादः. एकदेशः इति शब्दः अवयवार्थे अस्ति. एकदेशी अवयवी शब्दः समुदायार्थे अस्ति. पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वं पूर्वोपराधरोत्तरम् एकदेशः अस्ति अस्ति इति एकदेशी तेन एकदेशिना एकं च तद् अधिकरणम् एकाधिकरणं तस्मिन् कर्मधारय सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडासमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पूर्वा परा अधर अधरोत्तरं सुप् एकदेशिना सुपासः एकाधिकरणे विभाषा तत्पुरुषः समासः. पठतु भगिनि. अत्र पूर्व अपर उत्तर एतावताः अवयवाः सन्ति. ते अवयवाः सुबन्तेन सह समस्यते तदेव तत्पुरुषसमासः भवति. अत्र पूर्वापर उत्तर उत्तर आदिशब्दाः समुदायस्य अस्ति. तेषाम् अवयवी सन्ति. पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्व अपर उत्तर. अत्र Um, शुभामन्त्रिके पराङ्गवत् इति सूत्रेण सुप् सः अनुपृतिः इति सूत्रेण सुप् इति अनुवृत्तिः भवति. प्राक्तनासमासः इत्यस्मात् सूत्रात् समासः अधिकारः सः सुप इत्यस्मात् सः सुपा इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः अत्र हियर् इट् इस् नाट् वेरि क्लियर् इति सः सुपा सुपा अधिकारः अधिकारः तस्य सुबन्धं सुबन्धेन सह समासः भवति इति अधिकारः. ओके ओके. विभाषा इत्यस्य अधिकारः सो इट् इस् आल्टर्नेटिव् समासः आल्सो सम्भवति. देन् तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पूर्व अपरोत्तर अपरोत्तरं सुप् एकदेशिना सुपासः एकाधिकरणे विभाषा तत्पुरुषः समासः अनुवृत्तिसहितसूत्रस्य पदजलकृत्यं कृत्वा अर्थं वदति च. ओके. पूर्व अपर अधर उत्तर एक एतावता शब्दाः अवयवी शब्दाः तेषां समाहारद्वन्द्व समासः क्रियते. येषां योजनेन समाहारद्वन्द्वसमासः सम्भवति. तत् ते अवयवाः सुपेन सह समस्यते. एकदेशिना सुपा सह एकाधिकरणे तस्य देशिकं समासः अण्ड् विभाषा अस्ति तत्पुरुषसमासः अति भवति. अत्र भगिनि पश्यतु, एकदेशिना सुबन्धम् एकाधिकरणविषये पूर्व पर अधर उत्तर सुबन्धस्य एकदेशित्वं दर्शयति चेत् इति एकाधिकरण एकाधिकरणविषये कोऽपि सुबन्धं पूर्वपर अधर उत्तरम् एतानि अन्यतमपदं सुबन्धम् एकदेशिनं एकदेशिनाम् इति निर्दिश्यते. तत्र सुपास् तत्र एकदेश अधिकरण सुबन्धेन सह तत्पुरुषसमासः भवति. इत्युक्ते वर् वन् subandham is becoming the adhikaranam, eka adhikaranam, only one adhikaranam for the one subandham. There, one of the subandham of purva, para, uttara, uttaram, any one of the subandham, if it is eka deshina, is indicating one side of the adhikaranam, then तत्पुरुषसमासः भवितुम् अर्हति अस्मिन् सूत्र अधिकारेण. विभाषा अन्तर्गतमस्ति कृत्वा विकल्परूपम् अपि साधु एव. सो वाट् डस् इट् से, इफ् देर् इस् एनी अधिकरणम् एनी सब्स्ट्राटम् आफ् विच् वि द वर्ड् पूर्व पर अधर उत्तरम् दट् इस् फ्रण्ट् पूर्वम् अपरम् मीन्स् बेक् सैड् अधरम् मीन्स् डौन् उत्तरम् मीन्स् top. If front, back, top or bottom is being indicated of a one adhikaranam or one substratum, then the substratum word will be the second word uttarapadam, and purva apara adhara uttaram will be the purvapadam, because in the sutram kim vadati पूर्वपदरत्रम् एकतरम् एकदेशिना अधिकरण. सो एकदेशिना इस् नाट् अ प्रथम अधिकरणे इस् आल्सो नाट् अ प्रथमा विभक्ति. सो देर् फोर् द प्रथमा विभक्ति इस् पूर्वपर अधर उत्तरम् So this being the Prathama Vibhakti, that will become Purva Padam. And Uttara Padam will be what? Ekadikaranasya Ekadeshina Nirjasya Bhavati Chet. So Kayasya, when it is sold, the Purva Vagam of the Kaya or the Shariram, then Purva will be the... एकदेशिना इत्युक्ते ओफ् ओफ् वाट् अधिकरणस्य एकाधिकरणस्य उदाहरणमस्ति पूर्वं कायस्य शरीरस्य पूर्वभागम् इति मीन्स् द फ्रण्ट् पोर्शन् आफ् द बाडि. सो पूर्वम् इति प्रथमविभक्ति अस्ति कृत्वा पूर्वपदं भवति, कायस्य इति उत्तरपदं भवति. सो पूर्वकायम् इति प्रक्रियाम् अनुसृत्य पूर्वकाय भवति, तदनन्तरं पूर्वकायम् इति रूपं सिद्ध्यति. सो पूर्वपदम् उत्तरपदं पूर्वपदं कायम् इति एकाधिकरणस्य एकदेशिन ईस् वाट् ईस् शोन् बै कायस्य. पूर्वम् इति सुबन्धमस्ति, पूर्व अवयववाचिन सुबन्धं पूर्वमस्ति. सेम् वे अपरं कायस्य मीन्स् बेक् सैड् आफ् द बाडि. उत्तरं कायस्य मीन्स् द टाप् आफ् द बाडि. सो दीस् आर् द एक्साम्पल्स् विच् इस् देर् अस्तु इति अग्रिमं पठतु. प्रयोजनम् only when this is considered as avayavi by the avayavam, then only this tatpurusha samasaya sambhavati. Yeah, and that has to be one of the words, purvam, param, adaram, uttaram. Yeah, yeah, that of course, that is understood. Purva, para, adara, uttara. Now for example, kayasya andarbhage amashaya asti. यतो हि अवयवम् अस्ति, बट् दट् द लोकेशन् आफ् इट् इस् अण्डर्. इट् इस् नाट् कमिङ्ग् अण्डर् द वर्ड् पूर्व, अपर, अदर, उत्तर. ओन्लि दीस् वर्ड्स् when they are considered by the avayavam as avayavi, then the tatpurusha samasaya sambhavati vikalpena. Right. Prayojanam kim? Prayojanam... Atra agyam parichetam patatu. Okay. Prayojanam kim? Okay. Ekatva sankhya visishtah chet चेत् एव अवयवी इति स्वीक्रियते. ओके, अवयवी एकवचनान्तः भवेत्. एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति, किन्तु बहुत्वसङ्ख्याविशिष्टः अवयवी चेत् समासः न भवति. किं एक्स्प्लेन् अप् टु दट्. ओके, सो दिस् अवयवं अवयवी इति मन्तव्यम्. अवयवी इत्युक्ते अधिकरणम्. अवयवः पूर्व, पर, अपराध, उत्तर. सो दे तयोः सम्बन्धमस्ति अवयव. ओके, ओन्लि दोस् फोर् वर्ड्स् आर् कन्सिडर्ड् अस् अवयवी, then there is samasaha sambhavati, tatpurusha samasaha sambhavati. तत्र किं किं विशिष्टम् अस्ति चेत् अवयवी एकवचनान्तं भवेत् इति अवश्यम् अस्ति. द अवयवी द अधिकरणं शुड् बि ओन्लि एकवचनान्तम्. And it should give only one meaning, you know, it should not be with many meanings. Ekattu sankhya vishishtena avayavina saha. Samasaka bhavati, kintu bahutva sankhya vishishtena avayavina samasaka na bhavati. Bahutva sankhya means it should not be jivachana or bhavachana, it should be only ekavachana. Yatha purva chhatranam iti udaharane, अवयवी छात्राणां बहुवचने अस्ति पूर्वश्छात्राणाम् ओके अस्ति अतः समासः न भवति ओके. अत्र छात्राणां समुदायः अवयवी अस्ति परन्तु एकवचने नास्ति अतः समासः न भवति. पूर्वच्छात्राणाम् इति भिन्ने पदे सः अत्र केवलं सन्धि एव कृतः ओके. तर्हि पूर्वच्छात्र छात्रम् इति चेत् समासः तत्र समासः सम्भवति किन्तु छात्राम् इति बहुवने अस्ति चेत् न तत्र समासः भवति इति सन्धिः भवति. सम्यक् तदेव गीता. धन्यवादः भगिनि. गीताञ्जलि भगिनी पठति वा अग्रिमपतिच्छेदं. महोदय एक किञ्चित् भ्रम जातः तत्र किमर्थं दत्तम् उपरि भागे षष्ठी तत्पुरुषस्य अपवादः इत्युक्ते किम्? तत्र यत् साधारणतया कायस्य भागः इत्युक्ते ते षष्ठी भवितुम् अर्हति न? अस्तु अस्तु ओ अस्तु अस्तु हा हा कायभागम् इति तद् न भवति इत्युक्ते विवक्षा चेत् अपि न कर्तुं शक्यते. हा तत् पूर्वं कायस्य पूर्वम् इति षष्ठी तत्पुरुषसमासं भवितुमर्हति. लिङ्किन्तु कायस्य पूर्वम् इति नास्ति तत् तत् प्रपाद्य अवयव अवयवी सम्बन्धमस्ति कृत्वा पूर्वपर इतर सूत्रेण एकदेशीसमासः भवति. एकदेशी इत्युक्ते प्रथम तत्पुरुष अपि अपरनामस्ति तस्य. अस्तु अस्तु अस्तु महोदय धन्यवादः. कुत्र पठामि महोदय? यद्यपि पूर्वोक्तान् पूर्व अपर अधर उत्तर च शब्दान् विषयं विहाय अन्य एकदेशी वाचिभिः शब्दैः सह अहन इति शब्दस्य यद्यपि पूर्वोक्तान् पूर्व अपर अधर उत्तर च शब्दान् विहाय अन्यैः एकदेशीवाचिभिः शब्दैः सह अन्ह इति शब्दस्य पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रेण समासः न भवति. तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानामेकादेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते. यथा मध्याह्नः सायाह्नः इत्यादयः. एतेषां समासानां समर्थनं कथम्? तत्र पूर्वापरधरोत्तरमेकदेशिनैकाधिकरणे अत्र शब्द चतुर्थशब्द शब्दाः एव दत्ताः इत्युक्ते पूर्व अपर अधर उत्तर. किन्तु लोके अन्य रूप पदस्य अपि योजयित्वा समासः दृश्यते. यथा मध्याह्नः सायाह्नः इत्यादयः. सो इति परिच्छेदम् इति पृच्छति. एतेषां समासानां समर्थनं कथं भवति इति सूत्रम् अन्य किमपि अस्ति वा इति. सर्वोऽप्येकदेशोन्हा समस्यते संख्याविसायपूर्वस्याह्नान्यतरस्यां इति सूत्रमेव ज्ञापकम् अस्ति. तस्य प्रमाणम् अस्ति पदच्छेदमस्ति संख्या वि साय पूर्वस्य अन्नस्य अन्न अन्यतरस्यां गौ. अस्तु अस्तु अस्तु, धन्यवादः महोदय. संख्या विसाय पूर्वस्य अन्नस्य अनन्यतरस्यां गौ इति सूत्रम् अस्तु, तस्य प्रमाणम् अस्तु. तत्र संख्या विसाय पूर्वस्याह्नस्य स्यानन्यतरस्यां गौ इति सूत्रं वदति. संख्यावाची शब्दात् परस्य वि शब्दात् परस्य तथा साय शब्दात् परस्य अन्ह शब्दस्य नी प्रत्यये परे विकल्पेन अहन् आदेशः भवति इति. यदा अन्ह शब्दः समासस्य उत्तरपदे आगच्छति तदा तस्य समस्तपदस्य पूर्वपदं कश्चन संख्यावाची शब्दः अस्ति, यथा एक द्वि त्रि आदयः. उत वि शब्दः अस्ति, उत साय शब्दः अस्ति, तर्हि सप्तमी एकवचनस्य ङि प्रत्यये परे अन्ह शब्दस्य वैकल्पिकः अहन् आदेशः. अतः एव द्वयह्न इति समस्तपदानि लभ्यन्ते. अस्तु महोदय, तत्र एकं तत्र पूर्वस्मिन् परिच्छेदे एकः प्रश्नः उदेति, इत्युक्ते अन्यपदस्य योजनेन अपि समासाः लोके सन्ति. यदा मध्याह्न इति कथम् आयान्ति, तो सूत्रेषु एकं सूत्रमस्ति संख्याविसायपूर्वस्य अन्हस्य अहनन्यतरस्यां गौ. एकं सूत्रम् अस्ति, तत्र किं वदति, संख्या वि साय पूर्वस्य अह्नस्य एते शब्दा चेत् विकल्पेन वा एकम् अन्यरूपम् अपि विकल्पेन न महोदय अन्यतरस्यां हा हा विकल्पेन अहन् अपि भवितुम् अर्हति. गौ इत्युक्ते सप्तमे अर्थे इत्युक्ते प्रत्यये परे पर ङी अस्ति चेत् नौ हा सप्तमे तद् तेन अहन् भवितुम् अर्हति चेत् द्वयह्नः कथं वदामः द्वयह्नः वयः नः तदेव वदामः न उच्चारणं कथं दव्यन्नः द्रव्यन् द्व्यन्नः व्यन्नः सायान्नः संख्यावाचि शब्दान् भगिनि संख्या वाचि एक द्वि त्रि तत्र महोदय अहन् आदेश इत्युक्ते हकार पूर्वमायाति नकार परमायाति तत् अस्ति चेत् कथम् अत्र द्वयः भवति तत्र अहन् शब्दम् उत्तरपदं पश्यतु भगिनि पूर्वपदम् एक द्वि त्रि अथवा वि साया एतानि पदानि पूर्वपदं भवितुमर्हति कोऽपि न्यतमं तत्र अहन् इति उत्तरपदम् अस्ति इति योजयति ङि प्रत्ययस्य विषये यदि ङि प्रत्ययम् इति आयति चेत् तत्र अहन् इति अन् इति अन्तम् अस्ति न तत्र ङि प्रत्ययस्य योजनेन तत्र भासंज्ञकस्य अन् इति अपगच्छनम् निष्कासनं भवितुम् अर्हति किन्तु लोके किं दृश्यते नकारस्य लोप न दृश्यते किन्तु नकारस्य पूर्ववर्ती अकारस्य एव अदर्शनं भवति इति कृत्वा पाणिनिना किं कृतम् अस्ति कृते अहन् शब्दस्य सम्पूर्ण अहन् शब्दस्य अह्न इति आदेशं निर्दिष्टम् See, if ni pratyay is adding, ba samnyakasya akara nakarasya lopa should happen. But so how that is prevented? Parantu akara eva lopa. Na, akara eva lopa nasti. Purva sampurna ahan shabdasya sthane ahna iti adesham kutam, paninina. But in effect what happens? The nakara purvavarti akarasya lopa eva kritam. But he didn't do it that with a convoluted way of saying that no nakarasya purvavarti akarasya lopam kritva atam bhavati. He didn't want to say all that thing. He straight away said that use ahna in place of ahan and then make the samasa. But then how dvayan haha is using ahan? No. Ahan is coming in the alaukika vigraha vakye. Oh. Dvi yogaha, su yogaha, ahan yogaha ni. Right? There, what happens? ङि प्रत्ययस्य लोपः न भवति सप्तमी अस्ति इति कृत्वा तत्र ङि प्रत्ययस्य प्रभावेन अहन् इति भासंज्ञकस्य अकारनकारस्य लोपं भवितुम् अर्हति किन्तु सूत्रं किम् अस्ति विकल्परूपेण तस्य स्थाने सम्पूर्ण अहन् स्थाने अह्न इति शब्दस्य आदेशं वैकल्पिकरूपेण निर्दिष्टमस्ति Therefore, what happens? We get vi yogaha anna, so that ahan, vi yoga ahan, if it is that, or saya yoga ahan, so saya yoga ahan sthane, what happens is saya yoga ahna is given, is what is the adesha has come. So, saya yoga ahna akasavarne virga, so you get saya anna. Then subhutpati, you get the sup pratyaya kritva vikasarga bhavati so you get sayanah therefore we get because of this usage of the word saya in this sutra it is indicative that the word saya also can be used for but here what is the difference is that this sutra is not talking about avayava vachi It is specifically saying Sankhyavachi Vi Purvapadam Atava Saya Purvapadam Asti Purvasya Annasya Ahna Adesha Bhavati Anyatarasyam Nyau Pratyayu Pare Iti Sutrasya Artham So it has to be sankhya vacha shabdam like eka dvi tri yata pushpa bhagini utam. Vi is a suffix. Vishesha va? No, prefix. Prefix. Not upasarga kriya yogi. Atra tu prefix. Chadayo pradayo purvapada nipatah bhavati na. So you get visesham. So visesham suchaitam ya visishtam suchaitam vi iti nipadam bhavati subandasya. Kintu asmakam prashnasya uttaram atra nasti. See, the prashnam kim asti? Madhyahna. Uttara ek, tasya. अन्यशब्दानां प्रयोगं भवितुम् अर्हति वा इति प्रश्नं तत्र प्रश्नस्य उत्तरमस्ति साक्षात् पाणिनिना संख्या वि साया पूर्वा अन्यस्य अन्यतरस्याम् इति सूत्रे साया इति पदं स्वयं दत्त अति पाणिनिना इति कृत्वा सायान्न इति पदं सङ्ख्याभिसायपूर्वस्य अन्नस्य अन्यतरस्य अङ्गौ इति सूत्रेण भवति किन्तु एकदेशी एकनैविकाधिकरणे इति सूत्रेण न भवति किन्तु मम प्रश्नः इत्युक्ते मध्याह्नः कुतः आयाति तस्य अग्रिमपरिच्छेदे दत्तमस्ति अस्तु अस्तु इत्युक्ते महोदय एकनिमेष तत्र इति परिच्छेदे आह्न स्थाने पाणिनिमहोदयेन अहन् आदेशः किन्तु तत् कृत्वापि अह् एव आयाति इति एव इत्युक्ते प्रक्रिया कथं भवनीयम् इति एव दत्तं तत्र अत्र किम् अति सायायोग अहन् अग्रीड् आम् सो सायायोग अहन् एण्ड् वेन् यु एड् नी प्रत्यया सायाहन् इति शब्दस्य भासंज्ञकस्य अन् प्रत्ययस् अन् अन्धस्य लोपं भवितुम् अर्हति Then what you will get is sayaha, not sahaya, na, na, nakaram na drishyate tatra. Because an apagachati, na? An apagachati, so sayaha. Tadanantaram? Anishta rupam. Sayaha iti anishta rupam. Anishta, ha. Tat nivarayitum paninina kim adan ahan sthane ahna iti adesham nirdishtam bhavati. इति कृत्वा सायायोग अहन् योगः नी स्थाने सायायोग अह्न योगः नी इति आदेशः भवति किन्तु तदेव मम प्रश्नः इत्युक्ते पूर्वे तु अह् एव अस्ति न अहन् अस्ति पूर्वपदम् अहन् अस्ति अहन् इति उत्तरपदम् न पदं न महोदय रूपम् इत्युक्ते तस्मिन् पूर्वस्मिन् परिच्छेदे तु पूर्वपराधरोत्तरमेकदे देशिनैकदेशिनैकाधिकरणे इति सूत्रेण तत्र तु अह् एव योजयामः वयम् अह् तत्र अत्रापि अह् एव योजयामः अन्ततो गत्वा किमर्थम् इट्स् बिग् सैकल् अहन् देन् बेक् टु अह् इति न अवगतम् अत्र सूत्रे किम् अस्ति एकदेशिना सैकाधिकरणे इति सूत्रे किं वदति सूत्रे वदति अस्ति द्वन्द्वसमाहारे किम् अस्ति उत्तरपदं एकदेशिना इति दत्तं तत्र किमपि न उक्तम् अहं वा रात्रि वा कायं वा छात्रा वा किमपि न उक्तम् एकदेशी अधिकरणम् इति. किन्तु अहन् इति शब्दस्य प्रातिपदिकरूपं किम् अस्ति? यदि पूर्वाह्न मध्याह्न किमपि भवति वक्तुम् उच्यते चेदपि तत्र अन्न इति शब्दस्य प्रातिपदिकं किम् अस्ति? अहन् एव प्रातिपदिकम्. अस्तु, अहमेव प्रातिपदिकम्. स्क्रीन् पश्यते वा? न पश्यते इदानीं. किम् अष्टाध्याय गूगल् अत्र पश्यतु. अहन् अहन् इति दिस् इस् अहन् अहन् इति देर् इस् अहन् दिस् इस् डिफरेंट. दिस् इस् डिफरेंट. अहन् आदेशः. अत्र पश्यतु, वट् इस् द प्रातिपदिकम्? अहन्. सो यु गेट् अहः, अह्नि, अहनि, अहानि, अहः, अह्नि, अहनि, अहानि. सो हियर् यु गेट् इन् द फिफ्त् सप्तमी पञ्चमी अण्ड् षष्टि यु सी अह्नः, अह्नः, अह्ने, अह्नि, अहानि, अहनि. आल् दोस् थिङ्ग् इस् कमिङ्ग् फ्रम् द अहन् प्रातिपदिकम्. So here the pratipadikantam kim asti bhasamnya. If you are using bhasamnya, then you will lose the akara and nakara eva. An goes. Then the word will be only aha, which we will have to decline. We cannot bring what has gone into the brack, into the for then in all these words from chaturthi onwards, wherever you are seeing the nakara, that nakara has no chance to come back in the forming the sentence, no, or forming the word. Right. So it is not that ahna was the purvam padam, it became ahan and then came back to ahan. Ahna. It is the other way around. Ahan is the pratipadikam, where the adesha was given by Panini to use ahna in place of ahan. Right? And he didn't have to give that because it would have been that in any case in Shashti and Panchami. Yeah, but in the, when the Alaukika Vigraha came, you don't use Panchami or Shashti. Ah, no? Correct. Prakriya sare, we have to use pratipadikas only. Therefore, ahna iti, ahan iti sastare, what happened, he says that, ahan ityasya ahna adesha shabdasya. Vaikalpi say, so here he went back saying that, iti saptami eka vachane, ahna epare, ahna shabdasya vaikalpika ahan adesha bhavati. No, ahana, it never was. So it's ahana. Yeah, ahana only. So ahana or ahan, vaikalpika vasti kritva, you can use either of the two. Oh, he says you can use ahana, va? That I did. Yes. See, oh. Here, what does it say that? Tarhi saptami ekavajanasya ngi pratiye pare, अहन शब्दस्य वैकल्पिक अहन् आदेशः भवति. ओ अस्तु. अस्तु इत्युक्ते therefore you get see therefore you get this rupam na ahani if ahan is used ahan cannot be used ni pratyaya when you add how will you get ahani if ahni is the word so ahna plus ni you get ahani right ahna plus ni because vaikalpika but vaikalpika ahan also is given by panini then you get the vaikalpika rukam of ahani also but we are getting both of them from ahan pratipadikam ahni yeah, pratipadikam is ahan only सो स्पष्टीकरणार्थमेव इति सूत्रम् इत्युक्ते नास्ति चेत् अपि तदेव दिस् सूत्रम् इस् गिवन् बै विद्याभगिनी ओन्ली टु ब्रिङ्ग् इन् द वर्ड् सायान इस् इन् द सूत्रम् इट्सेल्फ् सो इट् इस् नाट् ओन्लि पूर्वपर अदर उत्तर एकदेशिन दट् सूत्रे विभगिनी टोल् नो that sutra gives only purva para apara uttara samana antar avaitvachi shabdasya ulekha eva nasti tatra satyam kintu loke ayana iti padadvayam api drishyate tasya samartyam putra asti spanina swayam asmin sutre संख्याविसाया पूर्व अहन्स्य अहन् अहन् अन्यतरस्य नौ इति सूत्रे स्वयं पाणिनि साया इति उक्तत्वात् साया अपि अहन् शब्दस्य बट् दिस् इस् ओन्ली इन् द केस् आफ् साया नाट् इन् द अदर् एकदेशी शब्द लैक् काया रात्रि और् युनो छात्र or any other word which ekadeshi ekadhikaranam darshayitum shakyate na avayavi rupena tatra tu saya madhya iti na bhavati astu mahodaya uparitane sutre sayam anna iti vigrahe sati सायान इति समासः दृश्यते अलौकिकविग्रहवाक्यं भवति सायायोगः सु अहन् योगः नस् इति यदा पूर्वाह्ने इत्यत्र प्रक्रिया आसीत् तथैव अत्रापि अस्ति सायायोग अहन् इति भवति इति स्थितौ राजसहस्रकेश्भ्यश्टच् इति समासान्तत्पुरुषसमासस्य तरण अहन् विद्यते चेत् समासान्तत् टच् प्रत्यय विधीयते टच् प्रत्ययं विधीयते चेत् तस्य अधुना अह्नो अह्न एतेभ्य इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातशब्दः एकदेशवाचकशब्दः उतः अवयववाचकशब्दः पूर्वपदरूपेण विद्यते चेत् तदा अहन् शब्दस्य उत्तररूपेण उत्तररूपेण विद्यते तदपि सो कण्डीशन्स् टु आर् दर् एकदेशीवाचकः शुड् बि दर् द पूर्वपदम् अहन् इति उत्तरपदम् अस्ति विद्यते चेत् तस्मात् समासान्तप्रत्यये प्राप्ते अहन् शब्दस्य अह्न आदेशः भवति अधुना स्पष्टं वा अवगतं महोदय अधुना नकारमध्ये अस्ति अकारमध्ये अस्ति that is the specification he is giving right but I looked into ashtadhyayi there are about 14 or 15 sutras specifically for ahan shabdasya I'm making a compilation of that sutra what are the sutras where it is applicable once I make it I'll send it to Vidya Bhagini so she can share it with all So सो अत्र सूत्रे सूत्रस्य प्रयोग तु अवगतं, किन्तु तत्र अपि मध्य इति पदं नास्ति, तत्र अग्रिमपरिच्छेदे अस्ति. अग्रिमपरिच्छेदे तत् भगिनी पठतु. सायोगः अहन् योगः टच् इति स्थितौ सायम् इति पदम् एकदेशवाचकम् अस्ति. उत्तरपदे अहन् इति शब्दः विद्यते, तस्य समासान्तप्रत्ययः अपि विद्यते, इत्यतः अहन् शब्दस्य अन्ह इति आदेशः भवति. साययोगः अन्ह योगः अग्रे यस्येति च इत्यनेन भासंज्ञकस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति. अन्ह इत्यस्य अन्तिमस्य अकारस्य लोपः भवति. साययोग अन्ह तत्र क्लिष्टजातमहोदय उच्चारणार्थम् इत्युक्ते क्लिष्टमस्ति. साययोग अन्ह योग आ अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घ दीर्घसन्धिः कृत्वा सायान्ह इति प्रातिपदिकं सिद्धं भवति. अस्तु, अत्र अकसवर्णे दीर्घ कुत्र भवति? साया अन्न तत्र अकारान्तसाय अन्न इति पूर्वपदस्य अकारस्य अकसवर्णे दीर्घ कृत्वा साया इति भवति. अन्न इति केवल वर्णमेलनमेव. अहन् अह्न योग आ अह्न इति भवति, साया न भवति. तत्र महोदय अनुपूर्वी एकवारं वदतु, तत्र क्लिष्टजात यत्र अकार नकार हकार तदेव न? तदेव अकार हकार नकार न अकार नकार हकार नकार अकार अकार योजयति तदनन्तरं टच् इति प्रत्ययस्य अकारं योजयति. तत्पूर्वं नकार हलन्तमस्ति. तत्र अकार पुनः वदतु महोदय अनुपूर्वे अकार हकार नकार तदनन्तरं टच् इति प्रत्ययस्य अकारं योजयति कृत्वा अकार हकार नकार अकार भवति. किन्तु उच्चारणे तु अन्ह एव भवति. उच्चारणं क्लिष्टमस्ति भगिनि, हकार नकारस्य योजनं. किन्तु तदेव मम भ्रमः जातः महोदय. उपरि उपरि परिच्छेदस्य अन्तिमभागे तत्र बोल्ड् मध्ये तत्र अनुपूर्वी कथम् अकार इत्युक्ते अन्न आदेशः भवति इति, तत्र अकार हकार नकार अकार वा? आम् आम् तत्र अकार अन्न इति आदेश आदेश आदेशे चत्वारि वर्णानि सन्ति, अकार हकार नकार अकार. किन्तु उच्चारणे तु अन्ह अन्ह तत्र आ इति अन्तिमं श्रूयते न? श्रूयते चेत्, किन्तु अधोभागे प्रक्रियावसरे तस्य उच्चारणं न कर्तुं भवति इति कृत्वा टच् प्रत्ययं विधीयते. टच् प्रत्ययस्य अकारमेव योजनीयं. तत्र अकारम् अवगच्छति, तदनन्तरं प्रत्ययरूपेण अकारं पुनः आयाति. अस्तु, भ्रमः जातः. किमर्थं तत्र हकार तथा यस्येति च सूत्रस्य प्रभावम् अस्ति कृत्वा तस्य भासंज्ञस्य अकारस्य लोपः भवति. अन्तिम अश्वर्णस्य अपि अकारस्य स्थाने इकारम् अस्ति चेत् किं भवति? अन्नि इति अह्नि इति भवति न? तस्य इकारस्य लोपः कृत्वा अह्ना इति अकारान्तं भवति. तदनन्तरं तच् कारणेन आ एव तत्तु अवगतं, केवल स्पेलिङ्ग् अपि च उच्चारणार्थ किञ्चित् तथैव ब्रह्मण ब्रह्मण ब्राह्मण तथैव ब्राह्मण तत्तु सत्यं भगिनि, किन्तु अत्र टु वेज् फस्ट् अहम् अपि च तदेव विकल्प न विकल्प अस्ति न विकल्पेन अहम् अपि अह्ना अपि अस्ति. पुष्पा भगिनी, उच्चारणस्य विषये मतभेदमस्ति. द्राविडदेशे अनुनासिकपूर्वम् उच्चारणं भवति, तदनन्तरं हकारस्य उच्चारणं भवति. किन्तु पूर्वदेशे यदा बङ्गदेशे अथवा वाराणसीप्रदेशे तथा नास्ति. तत्र हकारं पूर्वम् उक्त्वा अनुनासिक तदनन्तरम् वदति. सत्यम्. अन्ततो गत्वा अह्न अह्न इति भवति. अह्न भवतु अथ अहन् अह्नः भवतु. तिष्ठति टच् प्रतिया. अह्नः तु सौकर्यार्थं सौकर्यस्य अस्ति, किन्तु अनुपूर्वी अपि हकारमध्ये एव अह्न. तत्र एकं मया वाट् ऐ स्टडीड् इस् दट् वेन् देर् इस् ए दीर्घ अच्वर्ण बिफोर् द न हकार नकारस्य संयुक्त अक्षरस्य पूर्वं दीर्घ तत्र अनुनासिकपूर्वम् उच्चारणं कुर्यते चेत् समीचीनं भवति. किन्तु ह्रस्ववर्णं भवति चेत् तत्र हकारं पूर्वम् उक्त्वा अनुनासिक नकार नकार तदनन्तरं कथ्यते चेत् पर्यच्यते चेत् समीचीनं भवति. केवलं तस्य संयुक्तक्षरस्य पूर्वं दीर्घत्वम् अस्ति वा ह्रस्वत्वम् अस्ति वा तदेव तस्य पृथक्तं भवति. ब्राह्मणाः ब्रह्मणः तत्र हण इति भवति अकारणकार ब्रह्मण. किन्तु ब्रह्म पूर्वान्नः पूर्वा इति दीर्घमस्ति न पूर्वान्नः सायान्नः तत्र हकारनकारं भवति. तत्र तत्र अधुना विभाषा नीष्यौ इति सूत्रेण अन् यस्य अन्ते अस्ति तादृशभासंज्ञकस्य अङ्गस्य उपधा अकारस्य ङी प्रत्यये षी प्रत्यये वा परे विकल्पेन लोपो भवति. साया हन् सायाहन् योगः ङी अस्यां स्थितौ विभाषा ङीष्यौ इति सूत्रेण हकार उत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङी प्रत्यये परे. तु सायायोगः योगः अन् योगः इ इति सायानि सायान् सायाहनि इति रूपद्वयं दृश्यते. संहित्य त्रीणि रूपाणि भवन्ति सप्तमी विभक्तौ सायान्ने सायानि सायाहनि इत्यादि त्रीणि रूपाणि. वन् इस् वेन् द अह्न आदेशं भवति चेत् अह्ने अह्नी भवति. यदि अहन् अह्न आदेशः न भवति तत्र अहनेव तिष्ठति इति कृत्वा त्रीणि रूपाणि. तत्तु पुष्पा भगिनी पठति वा? आम् महोदय. यावत् पर्यन्तं न भवति तावत् पर्यन्तं प्रथमाविभक्तौ सायान्यः इति पदम् अपि न सिद्ध्यति. अतः पाणिनिसूत्रम् एव नापकम् अस्ति यत् सायम् इति अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति. पाणिनीयसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दः शब्दाः अपि अह्नः इति शब्देन सह समस्यते. एकदेशिसमासः च भवति. तत् तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः ये अह्नः इति शब्देन सह समस्यते. एकदेशिसमासः च भवति. अतः एव मध्याह्ना सायाह्ना इत्यादयः समासाः दृश्यन्ते लोके. अस्तु, समासः न भवति तावत् पर्यन्तं विभक्तौ सायाह्नः इति पदम् अपि न सिध्यति, तद् न आगच्छति इति. अतः पाणिनिसूत्रं ज्ञापयति यत् सायम् इति अवयववाचिना शब्देन सह अहन् शब्दस्य समासः भवति. तत्र तत्र समासः भवति इति वदति. यत् सायम् इति अवयववाचिनशब्दः अस्ति तत्र सायान्नः इति वदति. सम्यक् सम्यक्. तत्र यथा सायान्न मध्याह्न अपि इत्यादि लोके दृश्यते. केचित् वैयाकरणाः मन्यन्ते यत् अस्य सूत्रस्य ज्ञापकं सर्वेषां कालवाचकशब्दानां कृते अपि प्रसक्तम् अस्ति इति. अनेन कारणेन न केवलम् अहन् इति शब्देन सह सर्वे अवयववाचिनः समस्यते अपि तु सर्वैः कालवाचकशब्दैः सह एकदेशिनः सुबन्ताः समस्यन्ते. एकदेशिसमासः च भवति. अतः एव रात्रे मध्यं मध्यरात्रः, रात्रे पश्चिमं रात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति. अस्तु, अत्र केचित् कोऽपि वैयाकरणाः एतत् मन्यन्ते कालवाचकशब्दानां कृते अपि एतत् प्रसक्तिः अस्ति इति. अनेन कारणेन केवलम् अहन् इति शब्देन सह सर्वे अवयववाचिनशब्दाः समस्यते अपि तु कालवाचकशब्दैः सह एकदेशन्तः समस्यते इति. तदेव रात्रे मध्यम् इति वदनेन मध्यम प्रथमाविभक्तिः अस्ति, तथैव मध्यरात्रः, रात्रेः पश्चिमं पश्चिमरात्रः इति समस्यपदं समस्तपदम् अस्ति. सम्यक्, धन्यवादः भगिनि. अत्र कालदेश कालवाचकशब्दैः सह एकदेशिना सुबन्धः समस्यते इति उक्तुम् अत्र कालदेश एकदेशिना इति अवयविरूपेण कालवाचकशब्दम् सुबन्धम् अस्ति चेत् तदपि एकदेशीसमासः भवितुम् अर्हति इति वैयाकरणस्य मतमस्ति इति उक्तम्. इति कृत्वा रात्रि इति एकदेशिना कालवाचकशब्दः अस्ति कृत्वा मध्यरात्रि मध्यं रात्रि रात्रेः मध्यं मध्यरात्रः इति साधु एव. पश्चिमं रात्रः इत्युक्ते उत्तरभागं रात्रेः उत्तरभागम् इति पश्चिमरात्रः इत्यादि. अत्र पश्चिम इति एक इति अवयवरूपेण निर्धारयति इति कृत्वा रात्रेः पश्चिमभागं दर्शयितुं रात्रे पश्चिमं पश्चिमरात्रम् अपि समासं सिद्ध्यति इति. तदनन्तरम् अहसर्वैकदेशपुण्याश्च रात्रेः इति एकं सूत्रमस्ति. तत्पुरुषसमासस्य पूर्वपदम् अहन् सर्वसङ्ख्यात तथा पुण्य इत्येतेषु कश्चन शब्दः एकदेशवाचकशब्दः यत्र अवयव अवयवी अस्ति. सङ्ख्यावाचकशब्दः एकं द्वे त्रीणि इत्यादीनि अथवा अवयववाचकशब्दः यथा अति अपि इत्यादीनि अस्ति. तथा च उत्तरपदं रात्रि इति शब्दः अस्ति तस्मात् अच् इति समासान्तप्रत्यय भवति. तत्र सङ्ख्या अहसङ्ख्या सर्वैकदेशसङ्ख्यादपुण्या च रात्रेः इति सूत्रस्य अस्ति समासान्त टक् प्रत्यय विधीयते. कुत्र यदि सर्वसङ्ख्यातपुण्य इत्येतेषु कश्चन शब्दः एकदेशवाचकशब्द अवयव अवयवीरूपेण उत्तरपदमस्ति चेत् अथवा सङ्ख्यावाचकशब्दमस्ति चेत् एके द्वे त्रीणि अथवा अवयववाचकरूपम् अस्ति अति अपि इत्यादीनि तत्र रात्रि इति शब्दस्य अस्ति तदा अच् इति समसन्दप्रत्यभिद्यते. अहश्च सर्वश्च एकदेशसङ्ख्यातपुण्याश्च तेषां समाहारः अहसर्वैकदेशसङ्ख्यातपुण्यात् पुण्यं तस्मात् अह सर्वैकदेशसङ्ख्यातपुण्यात् पश्चम्यन्तम् अवयवरूप पश्चम्यन्तं च अवयवपदं सूत्रे षष्ट्यन्तं पदं त्रिपदमिदं सूत्रं तत्पुरुषस्याङ्गुलेः सङ्ख्यात इति सूत्रात् सत्पुरुषसूत्रात् तत्पुरुषस्य सङ्ख्या अवयव सङ्ख्या अवयव अव्यव सङ्ख्याव्यवाय व्ययादे सङ्ख्याव्ययादे इति पदयोः अनुवृत्ति. अच् प्रत्ययान् पूर्वात् सामलोम्ना इत्यस्मात् सूत्रात् अच् इत्यस्य अनुवृत्ति. ज्ञाप्रातिपदिकात् इत्यस्य अधिकारः प्रत्ययः परश्च अनयोः सूत्रयोः अपि अधिकारः. अनुवृत्तिसहितसूत्रं सङ्ख्याव्ययादेः अहसर्वैकदेशपुण्याच्च पुण्यरात्रेः तत्पुरुषस्य प्रातिपदिकात् अच् प्रत्ययस्य परश्च समासान्तप्रत्यर्थितः. बहु सङ्ख्याव्ययादेः अहः सर्वैकदेशसङ्ख्यातपुण्यात् च रात्रेः सत्पुरुषस्य प्रातिपदिकात् अच् प्रत्ययस्य परश्च समासान्तत्तद्धितः तद्धितान्तप्रत्ययं विधीयते अयेन सूत्रेण. यदा अहोरात्रः सर्वरात्रः सङ्ख्यातरात्रः पुण्यरात्रः पूर्वरात्रः द्विरात्रः अतिरात्रः मध्यरात्रः अपररात्रः उत्तररात्रः तत्र सर्व उदाहरणे तच् इति तद्धितान्तप्रत्ययं विधीयते कृत्वा अकारान्तं भवति. तदनन्तरं सुब् उत्पत्ति कृत्वा विसर्गरूपं प्रथम एकवचने सिद्ध्यति. पूर्वरात्रः द्विरात्रः अतिरात्रः मध्यरात्रः अपररात्रः उत्तररात्रः इत्येतान्. तदनन्तरं राजा हन्न पुंसि इति पुंसत्वं विद्यते. रात्रि इति स्त्रीलिङ्गस्य पुंसत्वं विद्यते. तत्र एव तति इति सूत्रस्य प्रसक्ति. रात्रा अह्नाः पुंसि समासस्य उत्तरपदं रात्रि अहन् अह अस्ति चेत् समास पुल्लिङ्गे भवति इति सूत्रं वदति. इति कृत्वा अस्मिन् सूत्रे यत्र अह सर्वैकदेशसङ्ख्यावय पुण्याश्च रात्रेः इति सूत्रे तच् विधानं भवति. तत् विजानं भवति इति केवलं नास्ति, तत्र उत्तरपदस्य रात्री इति स्त्रीलिङ्गस्य पुंसत्वम् अपि भवति इति रात्रा अह्न अह्न पुंसि इति सूत्रं वदति. प्रश्नः अस्ति वा? अत्र बहूनि वाक्यानि अस्ति, अत्र सङ्ख्याव्ययादेः अह सर्वैकदेशसङ्ख्यादपुण्यात् च रात्रेः इति सर्वं पूर्वपदं, रात्रेः इति उत्तरपदं, बाकि सर्वं पूर्व सङ्ख्याव्ययादेः. वाट् इस् सङ्ख्याव्ययादेः सेस्? संख्या वि सायं तु परे तिष्ठति न, संख्या व्यय वि अव्यय तु वि संख्या व्य वा ये यादे आदे यु केन् टेक् औट् वि हेस् बिकम् व्य दे मे नाट् नो द व्याकरण. अत्र वि वि तु इ व्याकारः आगच्छति अत्र. महोदय त्वयं त्वम् अवगच्छति न तद् व्या, परन्तु इकारस्य स्थाने किमस्ति अत्र दलकृतं किम् अस्ति इति पश्यति. अह सर्व एकदेशसङ्ख्यात पुण्यात् च रात्रेः, तत्पुरुषस्य अह शब्द सर्वशब्दस्य एकदेशसङ्ख्यात पुण्यात् सङ्ख्या अव्ययादेः अव्ययात् अव्ययमस्ति न वि नास्ति तत्र, अव्ययवाचकशब्दः अव्ययवाचकशब्दः अस्ति चेत् तत्र सूत्रार्थ किम् अस्ति? यस्य तत्पुरुषसमासस्य पूर्वपदम् अहन् पूर्वपदम् अहन् सर्व सङ्ख्यात अत पुण्य एतेषु कश्चन शब्दः उतः अथवा एकदेशवाचकशब्दः अथवा सङ्ख्यावाचकशब्दः अतः अव्ययवाचकशब्दः अस्ति तदा च उत्तरपदं रात्रि. सो आल् दोस् थिङ्ग्स् आर् पूर्वपदम्. वाट् आर् द पूर्वपदम्? अहन् सर्व सङ्ख्या अहन् पुण्य, दीस् आर् द फोर् वन्. अहन् सर्व सङ्ख्या पुण्य, दिस् इस् वन् ग्रूप्. देन् द सेकेण्ड् ग्रूप् इस् एकशब्दवाचकः शब्दः, एकदेशवाचकशब्द वेद कायं शब्द छात्र इति एकवाचकं एकाधिकरणं सूचयति. देन् सङ्ख्यावाचकशब्द एक द्वि त्रि पूर्व अपर उत्तर तद् एकादेशवाचक एकदेश एकदेशवाचक मीन्स् पूर्व पर अधर उत्तर अवयववाचक शब्द. सङ्ख्यावाचक मीन्स् एक द्वि त्रि इत्यादि. देन् अव्ययवाचकशब्दः अस्ति चेत् तदा उत्तरपदम् एवम् अण्ड् आल् आफ् दम् शुड् हेव् रात्रि इति उत्तरपदम्. सो सर्वरात्रि एकरात्रि एकरात्रः तु देन् समासः विल् बि एकरात्रः, पूर्वरात्रः उत्तररात्रः पररात्रः इति, द्विरात्रः इति अस्ति. सो अव्ययस्य उदाहरणं पुण्यरात्रः अत्र पुण्यरात्रः अस्ति. पुण्या रात्रि इति पुण्यरात्रिः, पुण्यरात्रि इति कृत्वा पुण्यरात्रः भवति. तत्र राजाहन् पुंसि इति अतेन पुंसत्वं भवति. एकदेशवाचकशब्द वाट् आर् द एकदेश पूर्व पूर्व पर अधर उत्तर word is to be indicate of purva yada madhya ardha purva uttara apara adayah. then sankhya shabda is 1 2 3 idi अव्ययवाचकशब्दः अस्ति, वाट् इस् अति अपि, अति अपि इति अतिक्रान्तः रात्रि, रैट्? सो तत्र अति रात्रिः अच् तच् अच् सप्त अच् सप्त अच् प्रत्यय विधीयते. एमवेम नी अव्ययम् अस्ति, निस् अयमपि शब्दाः सिद्धति. सो दीस् आर् द एक्साम्पल्स् इन् द सूत्र. सो वाट् डस् थिङ्क् हियर् यु हेव् टु से दट् इट् इस् आल् दोस् थिङ्ग्स् आर् कमिङ्ग् फ्रम् दिस् सूत्र. अह सर्वैकदेशपुण्याच्च रात्रे पुण्याच्च अह सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः इति अच् विधीयते. अच् इति प्रत्यय तद्यदप्रत्यय विधीयते. एण्ड् रात्रि उत्तरपदम् अवश्यं भवेत्. दट् इस् द कण्डीशन् फार् इट्. आल् आफ् देम् शुड् हेव् रात्रि एस् द उत्तरपदम्. एण्ड् देन् देर्फोर् अच् विधानं भवति बिकास् आफ् राजा अह अहन् अह पुंसि इति सूत्रं. तत्र अच् विधानं पुल्लिङ्गत्वं भवति इति कृत्वा रात्रि इति इकारान्तस्य पुल्लिङ्गं भवति भवति. अवगतं वा उमा भगिनी? धन्यवादः महोदय. ओके, सो वी विल् स्टाप् हियर् टुडे. ऐ एम् गोयिङ्ग् टु डू द प्रेसेण्टेशन् फार् ईविनिङ्ग् फार् द इट्स् मै टर्न् टुडे. वंशी हेस् फिनिश्ड् हर् जाब्. आल् द बेस्ट् महोदय. No, I don't think I'll be able to attend. Is the new timetable updated, Mahodaya? The schedule is updated? No. Mahodaya, I won't be able to attend the class tomorrow. The one that Monday full Mahodaya has created. I don't know whether they're updated. I'll check with Vidya Bhagini that. The dates, I don't think. Dates, he has to add other names also, no? Ashtu Pushpa Bhagini, I noted your name. Yeah, I won't be able to come tomorrow. So no, don't worry. Probably. How is Gomadhi Bhagini? Gomadhi Bhagini is in Jaslok Hospital now for a second opinion. Oh. So either today or Monday, she will be doing a PET. So let me stop the recording. Yeah, please.